नमस्कारः. द्वन्द्वसमासः इति विषयः अनुवर्तते. तत्र गते सप्ताहे कथां पठितवन्तः. अधुना अत्र चत्वारिंशत् अधिक एकशततमे पृष्ठे श्लोकाः सन्ति. तान् श्लोकान् पठामः, अवगच्छामः च. अस्तु, अत्र मेहुल् महोदय आरम्भं करोति वा? प्रथमः श्लोकः. एतेषु गीताश्लोकेषु स्थूलाक्षरैः मुद्रितानि पदानि परिशीलयत. यस्मान्नो द्विजिते लोको लोकान्नो द्विजिते चयः, हर्षामर्षभयोद्वेगैः मुक्तो यः स च मे प्रियः इति अस्ति. अत्र हर्षामर्षभयोद्वेगैः इति समस्तपदं तत्र तस्मिन्नेव तदेव द्वन्द्वसमासस्य उदाहरणं भवति. हर्षश्च अमर्षश्च भयञ्च अपि च उद्वेगश्च इति सर्वे मिलित्वा हर्षामर्षभयोद्वेगैः इति समस्तपदं भवति. इतरेतरद्वन्द्व इति तस्य उदाहरणमस्ति. तर्हि पुनः एकवारं वदतु विग्रहवाक्यं. हर्षश्च हर्षस्य अमर्षश्च भयञ्च उद्वेगश्च तैः हर्षामर्षभयोद्वेगैः. हा, अत्र भयम् इति नपुंसकलिङ्गपदमस्ति खलु. भयं योगः च भयञ्च इति सन्धिं कृत्वा वदति खलु. आम् आम्, भयञ्च भयञ्च सत्यं. भयञ्च अनन्तरं उद्वेगश्च. हा, उद्वेगश्च. समीचीनं, समीचीनमस्ति. उद्वेगः उद्वेगः इति पुल्लिङ्गपदं अतः सत्यं सत्यं उद्वेगश्च इति. श्लोकस्य अर्थः कः? श्लोकस्य अर्थः यस्मात् न उद्विजते लोको लोकान् न उद्विजते यः अस्ति सः मम. अत्र श्रीकृष्णभगवान् अर्जुनं प्रति वदति मम किं प्रियः, तर्हि यत् लोके यत् उद्विग्नः न भवति अपि च लोकान् विषये यः उद्विजते नाम उद्विजते इति अहं मन्ये उद्वेगं तस्य मनसि न भवति इति अस्ति वा? सत्यम्, उद्वेगः इत्युक्ते तत्र कम्पनं कम्पनं. हा, मनसि यत्किमपि अस्वस्थं मन अस्वस्थता न आगच्छति किमपि विचारेण, अपि च लोकान् पश्यति चेत् तस्मिन् मनसि स्वस्थता न आगच्छति. ते यः पुरुषः तावदेव अस्ति, अपि च तस्मिन् मनसि हर्ष अपि च तस्य विरोध अमर्ष अपि च भय अपि च उद्वेगः इति सर्वे सर्वैः तत्र तस्य मनसि न आगच्छति, अपि च सः एतस्मिन् सर्वेषां कृते मुक्तः अस्ति. यः तदेव पुरुषः मम प्रियः इति श्रीकृष्णभगवान् वदति. अत्र मे इत्यस्य विभक्तिः का? उक्तवान् एव, अत्र मे इत्यस्य विभक्तिः का? अहं चिन्तयामि सप्तमी विभक्ति अस्ति वा? तृतीया इति अन्वयः भवति वा? मम प्रियः खलु षष्टिः. मम प्रियः अस्ति. अस्तु, अमर्षः इति अपि समासः अस्ति खलु? अमर्षः किं किं भगिनि? अमर्षः इति अपि समस्तपदं खलु? ओ अमर्षः अमर्षः इति अपि मर्षः नास्ति अतः नै तत्पु नै प्रभु नै तत्पुरुषसमासः नै तत्पुरुषसमासः न मर्षः इति अमर्षः न मर्षः अमर्षः इत्युक्ते समीचीनं महोदय, सम्यक्तया एव उक्तम्। अत्र यः पुरुषः लोके वयं न जनयति, लोके ये जनाः सन्ति तेषां मनसि भयं न जनयति, अपि च यः पुरुषः लोकं दृष्ट्वा अपि भयं न अनुभवति तादृशपुरुषः, अपि च यः पुरुषः इत्युक्ते सामान्यतया लोके पुरुषः सः लोकं दृष्ट्वा भयम् अनुभवति, नो चेत् जनान् भाययति। परन्तु यः पुरुषः यस्य मनसि हर्षः नास्ति, अमर्षः नास्ति, दुःखं नास्ति, भयं नास्ति, उद्वेगः नास्ति, तादृशपुरुषः यः मुक्तः अस्ति सः एव मम प्रियः, यस्य मनसि एतादृशबन्धनं नास्ति सः एव मम प्रियः इति कृष्णः वदति, खलु? अस्तु अस्तु, अग्रे स्पष्टमस्ति खलु श्लोकः? अस्तु अस्तु, अग्रे सरलपत्नि। वयं कुत्र स्म? अत्र पेज् 140 इत्यस्मिन् गीताप्रवेशः पुस्तके श्लोकाः सन्ति आदौ, पृष्ठस्य आदौ द्वन्द्वसमासः इति। समशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समसङ्गविवर्जितः। अत्र मानापमानयोः सुरक्षरे दत्तमस्ति, मानश्च अपमानश्च तयोः इति भवति इतरेतरद्वन्द्वसमासः। शीतोष्णसुखदुःखेषु शीतं च उष्णं च सुखं च दुःखं च तेषु इतरेतरयोगद्वन्द्वसमासः भवति। अर्थं भवति यः शत्रौ वा मित्रे द्वौ मध्ये तस्य समान भावं तिष्ठति जस्य मनसि, अपि यदि मानम् आप्नोति वा अपमानम् आप्नोति तयोः मध्ये अपि तस्य मनसि किमपि प्रभावं न आगच्छति। यदि शीतमस्ति वा उष्णं भवति वा सुख या दुःख किमपि विपरीत तस्य अनुभवाः सन्ति तेषु मध्ये तस्य सम दृष्टि मन एक एकभाव करोति, सः समसङ्गविवर्जति इति विवर्जति इति भगिनी सङ्गविवर्जति इत्युक्ते तस्य आसक्तिः नास्ति तेषां मध्ये। सत्यम्। अत्र शीतोष्णदुःखसुखेषु सुखदुःखेषु अत्र कीदृशसमासः? विग्रहं वदतु। शीतं च उष्णं च सुखं च दुःखं च तेषु। अपि शत्रौ मित्रे तत्र कर्तुं शक्नुमः साधु? हा, कर्तुं शक्नुमः, परन्तु न कृतं, न कृतं महोदय, छन्दस्य कृते अहं सत्यं प्रायः दत्तमस्ति, प्रायः तत् हा यदि वयं कुर्मः किं भवति शत्रु मित्रं शत्रुमित्रं वदतु भवती, वदतु। शत्रौ इति सप्तमी विभक्ति अस्ति, शत्रु इति प्रथमाधिपति शत्रु इति भवति, शत्रुमित्रे इति भवति, शत्रुमित्रे शत्रु च मित्रं च शत्रुमित्रे। समीचीनं समीचीनम्। इत्युक्ते यः पुरुषः समः अस्ति, यः कोऽपि या कापि परिस्थितिः भवतु सः समः, तस्य मानसिकस्थितिः स्थितेः परिवर्तनं न भवति. मानं भवतु अपमानं भवतु, नो चेत् शीतम् उष्णं दुःखं सुखं यत्किमपि भवतु, सः समः भवति, अपि च आसक्तरहितः भवति. यस्य आत्मनि आसक्तिः नास्ति, ममकारः नास्ति, एतद् मम एतद् मम इति तादृशममकारः नास्ति, तादृशपुरुषः एव मम प्रियः इति पूर्वस्मात् वाक्यात् तादृश अन्वयः भवितुमर्हति. अस्तु, समीचीनम्. अग्रे पद्मा भगिनी वदति वा? आं भगिनि, कट्वल्मल वणाचुष्णानि चुष्णाति क्ष्ण रूक्षदुदासिनः आहार राज सश्चेष्टा दुःखशोक मयप्रदाः. कट् वल्मल वणाच्चुष्णातीक्ष्ण रूक्षविदाहिनः कट् वल्मल वल्मलवणात् अत्र अत्र समस्तपदं कीदृशसमासः? द्वन्द्वसमासः एव, इतरे द्वन्द्वसमासः अस्ति, परन्तु विभजनं करणं स्वल्प. अस्तु, अत्र सावित्री भगिनी साहाय्यं करोतु. कट्वल्मल अर्थं न जानीमि. भवती जानाति एव, अत्र सावित्री भगिनी वदतु. कटु आम्ल लवण अति उष्ण तीक्ष्ण तीक्ष्ण रूक्ष विदाहिनः इति. कट्वाम्ललवण अत्युष्ट लवणाच्युष्ण तीक्ष्ण रुक्षविदाहिनः. कस्य वर्णनं? रुचयः. सत्यम्. अत्र समासः कथं भवति? कटुः आम्लः लवणम् लवणः अत्युष्ण तीक्ष्ण रूक्ष. न भगिनि, अत्र समीचीनमेव, अत्र मध्ये च इति पदस्य प्रयोगमपि करोतु. सत्यं, क्षम्यतां. कटुः च आम्लं च लवणः च कटुः आम्लः लवणः क्षम्यता कटुः च आम्लः च लवणः च अत्युष्णः च तीक्ष्णः च रूक्षः च विदाहिनः. विदाहिनः च एतेषां इतरेतरद्वन्द्वः तत्र एतेषाम् इति किमपि नास्ति. नास्ति, तद् समाहारः न भवति. विदाहिनः इति श्लोके अस्ति, विदाहिं च इति अधोभागे विग्रहवाक्ये लिखितमस्ति. विदाहिश्च एतेषां सर्वं कटुः च आम्लः च लवणः च अत्युष्णः च तीक्ष्णः च रूक्षः च विदाहिः च कट्वाम्ललवणाच्युष्णतीक्ष्णरूक्षविदाहिनः इतरेतर द्वन्द्वः भवति वा? हा, विदाहि इति कीदृशपदं प्रातिपदिकं किम्? ओ अस्तु, इदानीम् आगच्छामि. अस्तु, नकारान्तु पुल्लिङ्ग्. सत्यं, विदाहिन् वा? हा, विदाहिन्, विदाहिन्. तर्हि तत्र पुल्लिङ्गे एकवचने विदाहिन् न, प्रथमविभक्तौ एकवचने रूपं किम्? विदाहिनः विदाहिनः खलु, न प्रथमविभक्तौ एकवचने, क्रमेण वदतु. विदाहिन् विदाहिनौ विदाहिनः न, विदाहिन् इति प्रातिपदिकमस्ति. प्रथमविभक्तौ एकवचने यथा गुणिन् इति अस्ति खलु, गुणिन् विदाही, विदाहिनौ विदाहिनः, नकारान्तपदं गुणिनिव. सत्यं, समीचीनम्. अस्तु, पद्माभगिनी वदतु इदानीम् अग्रे. अत्र आहार वर्णनं अस्ति. राजसस्यस्त्र रुचीनां वर्णनं, आहाररसः, रसः अस्ति खलु, आहारे रसः भवति, रसानां वर्णनमस्ति अत्र. एतानि आहाररुचीनां दुःखशोकमयप्रदाः, दुःखं च शोकं च प्रदाय. तत्र विभजनं कथमस्ति? दुःखशोक दुःखमयं शोकमयम् अत्र न, मयम् इति तथा नास्ति अत्र. दुःखं च शोकं च. अनन्तरं तृतीयं पदं आमयप्रदाः. आमयः इत्युक्ते आमय इत्युक्ते अत्र सप्तमी दुःखदायकं शोकदायकम् इति. अनन्तरम् आमयं नाम इत्युक्ते शोकदायकम् एव तत्र. आमयम् इत्युक्ते तस्य रोगः इति अर्थः, रोगः. आमयं रोगं रोगदायकम् इति, दुःखदायकं शोकदायकं रोगदायकं भवति. कस्य कृते आहारं रसवर्णन पूर्वं भवति. एतानि आहाराणि दुःखदायकं रोगदायकं भवति. कस्य कृते रुचि न, अत्र पश्यतु द्वितीयवाक्ये किम् अस्ति. राजसस्येष्ट तस्य विभजनं करोतु. राजस्य इष्टा अत्र तमोगुणं रजोगुणं सत्त्वगुणम् एतानि गुणानि भवन्ति. एतानि पुरुषाणि विभजनं पुरुषाणि इति भवति वा? पुरुषाः विभजनं वर्णनम् इति. रजोगुण जनाः एतानि रुचि आहारविषये एतानि रुचि इष्टं कुर्वन्ति. परन्तु एतानि रुचिना दुःखदायकं, रोगदायकं, अशोकदायकं भवन्ति. सत्यं सत्यं, समीचीनं भगिनि, तथैव अस्ति. इत्युक्ते यः यस्य यस्मिन् पुरुषे रजोगुणः अस्ति तादृशपुरुषः एतादृश आहाराः इष्यन्ते तर्हि तस्य आत्मनि दुःखं, शोकम् अपि च रोगाः अपि आगच्छन्ति इति वदति. आम् आगतवती, परन्तु सत्यं सत्यं सत्यं, सरलमेव अस्ति. अस्तु, अन्यत् किमपि अस्ति वा? राजसस्य इष्टः प्रायः अन्यत् किमपि नास्ति इति चिन्तयामि. अस्तु, तर्हि तावदेव अत्र श्लोकाः. प्रश्नः नास्ति चेत् अग्रे कर्तुं शक्नुमः. अत्र पृष्ठसङ्ख्या अस्ति 142, द्विचत्वारिंशत् अधिक एकशततमे पृष्ठे. तत्र आदौ एतेषां समस्तपदानां विग्रहवाक्यम् इदं भवति. अस्माभिः पूर्वमेव चिन्तितमासीत् एतेषां विषये, यतोहि कथायाम् आसीत् एतानि पदानि. पुनः एकवारं अत्र करपत्रात् अत्र पुस्तकात् पठामः. अस्तु, जगन्नाथमहोदय पठति वा? आदौ अत्र एतेषां समस्तपदानां विग्रहवाक्यम् इदं भवति. कृष्णश्च अर्जुनश्च, कृष्ण अर्जुनौ, अहश्च रात्रिश्च अहोरात्रः. महोदय, पदत्रयं स्वीकृत्य अत्र वदतु, अत्र कीदृशसमासः, कथं समासः अस्ति, अत्र नियमः कः, सर्वं वदतु. पदत्रयम् इति तृतीयवाक्य आरभ्य वा? न न, अत्र त्रीणि समस्तपदानि, प्रथमं, द्वितीयं, तृतीयं स्वीकृत्य क्रमेण वदतु. अस्तु, कृष्णश्च अर्जुनश्च, कृष्ण अर्जुनौ इति इतरेतर द्वन्द्वसमासः. अत्र कृष्णः एव श्रेष्ठः भगवानस्य, तेन कारणेन तस्य नाम प्रथमे आगच्छति. अहश्च रात्रिश्च अहोरात्रः इति भवति. एतदपि इतरेतर द्वन्द्वसमासः. एतत् भिन्न, यत् किं वदामः, गतसप्ताहे दृष्टवन्तः तस्य क्रमशः आगच्छति अहश्च रात्रिश्च इति वारं वारं. तस्य अत्र कीदृश समासः? द्वन्द्वसमासः एव, किन्तु द्वन्द्वसमासे कीदृशप्रभेदः? तदेव, प्राण्याङ्गानां नास्ति, विरोधः नास्ति, इतरेतरद्वन्द्वः एव अहोरात्रः इति. यद्यपि तत्र रात्रिशब्दः इकारान्तशब्दः अस्ति, तथापि समासस्य प्रसङ्गे रात्रिशब्दस्य विशिष्टनियमः अस्ति. तत्र पुल्लिङ्गे एव भवति सर्वदा रात्रिशब्दः, अतः रात्रः. ग्रामश्च वनञ्च नगरञ्च, ग्रामवननगराणि तेषु. एतदपि इतरेतर द्वन्द्वसमासः एव. अत्र क्रमस्य किमपि महत्त्वमस्ति वा? ग्रामे जनाः वसन्ति न, किमपि नास्ति. सत्यं सत्यं क्रमः एव क्रमस्य महत्त्वं नास्ति. अतः वनग्रामनगराणि इति वक्तुं शक्नुमः, नगरवनग्रामाः इति वक्तुं शक्नुमः, नो चेत् नगरग्रामवनानि इत्यपि वक्तुं शक्नुमः. अतः क्रमस्य महत्त्वं नास्ति. अस्तु अस्तु, साधु अस्ति. अस्तु, अग्रे मेहुल् महोदय करोति वा. शुभानि च अशुभानि च शुभाशुभानि इति समस्तपदं तदपि इतरेतरद्वन्द्व समासस्य उदाहरणं. शुभानि अपि च अशुभानि इति द्वयोः पदयोः मेलनेन शुभाशुभानि इति समस्तपदम् आगच्छति. तत्र अहं चिन्तयामि शुभा इति इत्यस्मिन् पदे द्वयोः स्वराः सन्ति, परन्तु अशुभा इति पदे त्रयः स्वराः सन्ति, अतः शुभा इति पदं प्रथमम् आगच्छति. अल्प अच् वर्णः अस्ति अतः शुभाश्वानि. अग्रे सर्पश्च नकुलश्च अनयोः समाहारः सर्पनकुलं तस्य इति समस्तपदं. सर्पनकुलम् इति नपुंसकलिङ्गम् एकवचनपदम्, अतः समाहारद्वन्द्वः इति वयं ज्ञातुं शक्नुमः. सर्पश्च नकुलश्च अनयोः समाहारः, अत्र येषां विरोधः शाश्वतः अस्ति, सर्प अपि च नकुलः मध्ये, नकुलयोः मध्ये, अतः सर्पनकुलम् इति अपि नित्य तत्र समाहारद्वन्द्वस्य उदाहरणं सर्पश्च नकुलश्च अनयोः समाहारः. अग्रिमं गजश्च सिंहश्च गजसिंहौ तयोः, अत्र पदद्वयमस्ति, अपि च गजश्च सिंहश्च गजसिंहौ इति पुल्लिङ्गपदं द्विवचने अस्ति, अतः इतरेतरद्वन्द्वः अस्ति इति वयं ज्ञातुं शक्नुमः. गजसिंहयोः मध्ये किमपि विरोधः नास्ति, अतः इतरेतरद्वन्द्व एव भवति, गजसिंहौ इति भवति. अत्र अहं चिन्तयामि गज इत्यस्मिन् शब्दे अल्प अच्वर्णः अस्ति सिंहस्य अपेक्षया, सिंहपदस्य अपेक्षया. न, तत्र द्वयोः मध्ये द्वे एव स्वराः सन्ति, अतः तर्हि तत्र कोऽपि क्रमश्च महत्त्वं नास्ति. सत्यम्, अतः सिंहगजौ इति अपि वक्तुं शक्नुमः. अन्येषु शास्त्रेषु सर्वदा गज सिंहगज अपि प्रायः वक्तुं शक्नुमः, किन्तु ते नित्यविरोधिनः इति एव वदन्ति. सिंहः सर्वदा गजः मारयति इति एव अस्माकं शास्त्रे शास्त्राणि वदन्ति. तथापि तत्र अत्र व्याकरणशास्त्रे तु गजसिंहौ इति एव तत्र द्वन्द्वसमासः एव क्रियते, अतः तत्र यदि अत्र शाश्वतिकविरोधः अस्ति चेत् तत्र समाहारः एव कर्तव्यं खलु, परन्तु तत्र समाहारः नास्ति इति कृत्वा तत्र व्याकरणशास्त्रे तु अत्र इतरेतरद्वन्द्वः इति कृत्वा तत्र तेषां कृते यद्यपि विरोधः भवितुमर्हति, परन्तु शाश्वतिकविरोधः नास्ति, जातिविरोधः नास्ति. जातिविरोधः एव इति अन्येषु पुराणानि सर्वदा सर्वत्र तादृशमेव उदाहरणानि वदन्ति. हा, तर्हि तस्मिन् विषये चिन्तनीयं महोदय. प्रायः अन्येषु शास्त्रेषु तथा अस्ति, परन्तु अत्र व्याकरणशास्त्रे तु सर्वत्र गजसिंहौ इति एव पश्यामः. नो चेत् गजसिंहम् इति भवेत्, परन्तु अत्र गजसिंहम् इति अपि कर्तुं शक्नुमः, परन्तु तत्र नित्यरूपेण न भवति. यदि अस्माकं विवक्षा तथा अस्ति, सामूहिकरूपेण द्रष्टुमिच्छामः चेत् गजसिंहम् इति कर्तुं शक्नुमः समाहारद्वन्द्वः, परन्तु नित्यरूपेण नास्ति. अत्र गजसिंहम् इति एव कर्तव्यम् इति नास्ति. अस्तु अस्तु, समीचीनम्. अग्रे सरलभगिनी अग्रे वदति वा. खगमृगाणां बहुवचने अस्ति, अतः इतरेतरद्वन्द्वः भवति. खगत् खगाः च मृगाः च तेषां खगाः च मृगाः च खगमृगाः तेषाम् इति भवति. खगमृगाणां इतरेतरद्वन्द्वसमासः भवति. खगमृगतयोर्मध्ये कोऽपि नियमः न आगच्छति. मृगा खगा अपि वक्तुं शक्नुमः अहं चिन्तयामि इति. श्रुतिपिपासाभ्यां श्रुति च पिपासा च श्रुत् च पिपासा च श्रुत्पिपासि ताभ्यां. श्रुत् इति अपि स्त्रीलिङ्गशब्दः अस्ति भगिनी. श्रुत् वा श्रुत् इत्यस्य लिङ्गं अहं पश्यामि भगिनि. अस्तु, पिपासा इति श्रुत् अस्य अल्प श्रुत् नपुंसकलिङ्गे अपि अस्ति, स्त्रीलिङ्गे अपि अस्ति. नपुंसकलिङ्गे अपि अस्ति, स्त्रीलिङ्गे अपि अस्ति. अत्र नपुंसकलिङ्गम् इति स्वीकुर्मः. श्रुतं श्रुतं च न, अत्र तकारान्तशब्दः श्रुत् इत्येव. प्रथमविभक्त्यामपि क्षुत् एव भवति वा नपुंसकलिङ्गे? सत्यं, श्रुत् एव. तर्हि क्षुत् द्वितीयविभक्त्यां तु क्षुतं वा? द्वितीयविभक्तौ एकवचने वा? एकवचने. आम्, द्वितीयविभक्ते एकवचने अपि श्रुत् एव. श्रुत् एव नपुंसकलिङ्गे अस्ति खलु. किन्तु अनुस्वारः न आगच्छति भगिनि. श्रुतं श्रुतं किमर्थम् अनुस्वारः नपुंसकलिङ्गे? नपुंसकलिङ्गे सर्वत्र नुमागमः अस्ति इति नास्ति खलु. यथा मनः तत्र नुमागमः नास्ति, सकारान्तशब्दः अस्ति. अस्तु, श्रुत् केवलम् अस्तु. हा, अत्र अत्र अत्र पश्यामि, श्रुत् इति स्त्रीलिङ्गे उक्तमस्ति. अत्र श्रुत् नपुंसकलिङ्गे अपि भवितुमर्हति. स्त्रीलिङ्गे स्त्रीलिङ्गे पश्यामः चेत् क्षुत् क्षुतौ क्षुतः क्षुतं क्षुतौ क्षुतः इति तथा स्वीकुर्मः. ओ, स्त्रीलिङ्गे क्षुतम् आगच्छति. अस्तु, वस्तुतः बहु नपुंसकलिङ्गे अपि अस्ति, अत्र स्त्रीलिङ्गे अपि अस्ति. नपुंसकलिङ्गे अस्ति चेत् तत्र क्षुत् क्षुति क्षुति इति तादृशं किमपि भवेत्. कष्टयम् अत्र नपुंसकलिङ्गे कथं भवति रूपाणि इति. अस्तु, अहं न अवगच्छामि भगिनि. सो श्रुत् इति नपुंसकलिङ्गे, स्त्रीलिङ्गे इति स्त्रीलिङ्गे इति स्त्रीलिङ्गे अपि अस्ति भगिनि. क्षुत् इति स्त्रीलिङ्गे अस्ति. इदानीं स्त्रीलिङ्गम् इति स्वीकुर्मः, तर्हि क्षुत् क्षुतौ क्षुतः क्षुतं क्षुतौ क्षुतः इति तादृशरूपाणि. तकारान्तशब्दः स्त्रीलिङ्गशब्दः. नपुंसकलिङ्गे अस्ति चेत् कथं भवति रूपाणि इति द्रष्टव्यम्. ओके, अस्तु. सो प्रातिपदिकं तकारान्तशब्दः अस्ति श्रुत्. सत्यं अस्तु अस्तु अस्तु. सो श्रुत् श्रुत् च पिपासा च. अत्र श्रुत् पिपासा चयो मध्ये पिपासा मध्ये अचवर्ण सन्ति. श्रुत् इति केवलम् एक अचवर्णम् अस्ति. तस्य समस्तपदे प्रयोगं पूर्वं पदे पूर्वपद भवति. श्रुत् पिपासा पिपासा इति स्त्रीलिङ्गम् अस्ति. द्वे समस्त केवलं पदार्थ द्वौ स्तः, अतः पिपासे आगच्छति. सो श्रुत् पिपासे ताभ्याम् इति भवति. इतरेतरद्वन्द्वसमासः इति भवति. कामक्रोधौ अकारान्त पुल्लिङ्गशब्दः अस्ति. द्विवचने. सो इतरेतरद्वन्द्वः भवति. कामश्च क्रोधश्च कामक्रोधौ इति भवति. अत्र अपि अहं चिन्तयामि केवलम् अल्प द्वौ अचुवर्णसमानम् अस्ति. कोऽपि नियमनं भवति. क्रोधकामौ अपि वक्तुं शक्नुमः. साधु, सत्यम्. अस्तु, धन्यवादः. अग्रे पद्मा भगिनि. आम् आं भगिनि. लोभश्च मोहश्च लोभमोहौ इतरेतर द्वन्द्वसमासः अस्ति, लोभश्च मोहः च इत्यनेन. अत्र नियमः किमपि अस्ति वा, भिन्नरीत्या वक्तुं शक्नुमः वा? अत्र अन्यनियमः नास्ति इतरे सत्यम्, अत्र नियमः नास्ति. तत्र मोहः लोभौ इत्यपि वक्तुं शक्नुमः, भेदः नास्ति. अस्तु अग्रे. धर्मश्च मोक्षश्च, धर्मः च मोक्षः च, धर्ममोक्षौ. अत्रापि इतरेतर द्वन्द्वसमासः अस्ति, अन्यनियमः नास्ति. अस्तु अग्रे. मोक्षधर्म सत्यं सत्यम् अग्रे. यज्ञश्च दानं च तपं च, यज्ञदानतपांसि. न, तपम् इति नास्ति अत्र, किं दत्तमस्ति? तपश्च, तपः इति तत्र नपुंसकलिङ्गशब्दः, सकारान्त नपुंसकलिङ्गशब्दः. तपं च वा? तपः एव. तपः यथा मनस् इति शब्दः अस्ति खलु, मनस् इत्यस्य रूपाणि वदतु. मनं मने मनांसि. न, कथं मने मनमिति कथं? मनसि न, प्रथमविभक्त एकवचने. अच्छा, जगन्नाथ महोदय वदतु. मनः इति भवति, तपः अत्र. मनः अनन्तरं द्विवचने. द्विवचने मनः, मनसि मनांसि वा? सत्यं, मनः मनसि मनांसि. अवगतं वा भगिनि? आम् आम्. एवमेव तपः, तपः तपसि तपांसि. यज्ञः च दानं तु नपुंसकलिङ्गशब्दः. तपः च यज्ञदानतपांसि. अत्र अन्यनियमः नास्ति, इतरेतर द्वन्द्वसमासः अस्ति. सत्यम् अग्रे. योगश्च क्षेमं च अनयोः समाहारः, योगक्षेमः. न, समस्तपदं किम्? यज्ञदानतपांसि पूर्वपद. न, अत्र समस्तपदं किम्? ओ, योगश्च क्षेमं च अनयोः समाहारः, योगक्षेमम्. अत्र समाहारद्वन्द्वसमासमस्ति. विग्रहवाक्यं नपुंसकलिङ्गे अस्ति. सत्यं, विग्रहवाक्यं नास्ति, समस्तपदं नपुंसकलिङ्गे अस्ति. समस्तपदं एकवचने अस्ति, नपुंसकलिङ्गे अस्ति. यदि अत्र इतरेतर द्वन्द्वसमासः भवति चेत् तत्र किं भवति समस्तपदम्? योगक्षेमः, योगक्षेमौ. न, अत्र पश्यतु, अत्र समस्त अत्र विग्रहवाक्ये कथं दत्तमस्ति. क्षेम इति पदस्य लिङ्गं किं? नपुंसकलिङ्गं, क्षेमं च. नपुंसकलिङ्गे अस्ति चेत् द्विवचने किं भवति? द्विवचने क्षेमे. हा, सत्यं, योगक्षेमे इति अस्ति. अस्तु, समीचीनं, धन्यवादः. अग्रे सावित्री भगिनी. सृष्टिस्थितिलयं तस्य, सृष्टिश्च स्थितिश्च लयश्च एतेषां समाहारः सृष्टिस्थितिलयम्. अत्र नपुंसकलिङ्गे तत्र एकवचने वयं समस्तपदं कृतवन्तः, अतः समाहारद्वन्द्वसमासः अस्ति. सत्यम्. अत्र अन्यत् किमपि नियमः अस्ति वा? अत्र न, इत्युक्ते क्रमः विषये तु नियमः नास्ति, किमपि वक्तुं शक्नुमः. स्थितिश्च सृष्टिश्च लयश्च इत्यपि वक्तुं शक्यते. नियमः यद्यपि नास्ति, परन्तु सामान्यतया शास्त्रेषु एतादृशमेव वदामः. सृष्टि प्रथमं भवति, तदनन्तरं स्थितिः, तदनन्तरं लयः. क्रमः अतः क्रमः अस्ति. एतदेव. अग्रे पठतु. एतानि वाक्यानि सावधानं परिशीलयत. युधिष्ठिराजिनौ पाण्डवेषु अन्यतमौ स्तः. युधिष्ठिरः च अर्जुनः च. युधिष्ठिरार्जुनौ इति इतरेतर द्वन्द्वसमासः अस्ति. एतौ अपि पञ्चपाण्डवेषु इत्युक्ते पाण्डवेषु अन्यतमौ स्तः. एताभ्यां मिलित्वा पञ्चपाण्डवाः इति वाक्यस्य अर्थः अस्ति. सत्यम्. अत्र नियमः अस्ति वा युधिष्ठिरार्जुनौ? क्रमस्य महत्त्वमस्ति वा? क्रमस्य नियमः श्रेष्ठः अस्ति, ज्येष्ठः अपि अस्ति. अतः युधिष्ठिरस्य तत्र युधिष्ठिरः इति तस्य अग्रे आगन्तव्यमस्ति. अतः युधिष्ठिरः च अनन्तरम् अर्जुनः इति समीचीनं भगिनि. अग्रे रागद्वेषौ. ओके. रागद्वेषौ मानवं कलुषितं कुरुतः. रागश्च द्वेषश्च रागद्वेषौ द्विवचनमस्ति, इतरेतर द्वन्द्वसमासः अस्ति. एतौ मानवं कलुषितं कुरुतः, मानवम् अधः पातालं प्रेषयन्ति. वाक्यशब्दः अस्तु. अग्रे व्यासकण्वकपिलाः. व्यासकण्वकपिलाः मन्त्रवेत्तारः मुनयः. व्यासश्च कण्वश्च कपिलः च. व्यासकण्वकपिलाः इति बहुवचने समापितमस्ति, अतः इतरेतर द्वन्द्वसमासः अस्ति. एते मन्त्रवेत्तारः मुनयः. एते मन्त्रं जानन्ति. मन्त्रज्ञानिनः मुनयः इति वाक्यस्य अर्थः. सम्यक् सम्यक्. अस्तु भगिनि, धन्यवादः. अत्र मेहुल् महोदय अग्रे करोति वा? आम् भगिनि. हेमन्तशिशिरवसन्ताः प्रमुखाः ऋतवः वर्तन्ते. अत्र हेमन्तश्च शिशिरश्च वसन्तश्च इति हेमन्तशिशिरवसन्ताः इति बहुवचनान्तं पदम् अस्ति. तदपि इतरेतरद्वन्द्वस्य उदाहरणम् अस्ति. एतत् वाक्यस्य अर्थः अपि सरलमस्ति. हेमन्तशिशिर अपि च वसन्तः इति सर्वे प्रमुखाः मुख्य ऋतवः सन्ति. अत्र क्रमस्य किमर्थं हेमन्तप्रथमं शिशिर अनन्तरं वसन्तः इति आगच्छति चेत् तदेव ऋतवः क्रमेण आगच्छन्ति. अतः हेमन्तशिशिरवसन्ताः इति बहुवचनान्तपदम् अस्ति. सत्यं सत्यं, समीचीनं. यत्र ऋतवः सन्ति तत्र क्रमस्य महत्त्वं वर्तते. तत् तेन क्रमेण एव वक्तव्यम्. अस्तु, अग्रे अग्रे भरणीकृतिकारो हिण्यः. भरणीकृतिकारो हिण्यः सप्तविंशत्यां नक्षत्रेषु अन्तर्भवन्ति. अत्र भरणी च कृतिका च कृतिका च रोहिणी च इति भरणीकृतिकारो हिण्यः समस्तपदम् अत्रापि इतरेतरद्वन्द्वस्य उदाहरणमस्ति. बहूनि पदानि सन्ति, अतः बहुवचनान्तरूपं रोहिणी इत्यस्य बहुवचनरूपं रोहिण्यः इति भवति. अतः भरणीकृत्तिकारोहिण्यः इति समस्तपदम्. अत्रापि ते सर्वे सप्तविंशति नक्षत्राः सन्ति. तेषां एते सर्वे अन्तर्भवन्ति, अन्तर्भूताः सन्ति. अत्र नक्षत्राणि क्षम्यताम्, नपुंसकलिङ्गपदमतः नक्षत्राणि सन्ति. भरणी कृत्तिका रोहिणी इत्यस्य क्रमः अहं न जानामि किमर्थं तत्र कोऽपि नियमः सन्ति वा न वा. तत्रापि नियमः अस्ति वा महोदय? अत्र नक्षत्राणि यत्र सन्ति तत्रापि क्रमेण एतादृशक्रमेण एव वदामः. सप्तविंशति नक्षत्राः क्रमेण नक्षत्राणि क्रमेण एव भवन्ति. अस्तु. अत्र मासम् अनुसृत्य नक्षत्राणि भवन्ति अतः तत्र तथैव भवति. क्रमस्य मार्गं वर्तते. अस्तु अग्रे अग्रे व्याकरणनिरुक्तं वेदाङ्गेषु अन्तर्भवन्ति. यत् वेदे बहूनि अङ्गानि सन्ति तस्मिन् एव तेषु अङ्गेषु व्याकरण अपि च निरुक्त इति अपि तत्र अन्तर्भूतः विग्रहवाक्यं भवति व्याकरणं च निरुक्तं च अनयोः समाहारः. व्याकरणनिरुक्तम् अत्र नपुंसकलिङ्गपदं नपुंसकलिङ्गम् एकवचनान्तं पदम् अस्ति अतः तत् तत्तु समाहारद्वन्द्वस्य उदाहरणं भवति. व्याकरणं च निरुक्तं च अनयोः पदद्वयमस्ति अतः अनयोः समाहारः व्याकरणनिरुक्तम् इति भवति. अस्तु महोदय समीचीनम्. अग्रे सरला भगिनी निरुक्तम् एटिमालजि शब्दनिर्माणं कथं भवति तस्य तत्तु शिक्षा इति अस्ति खलु शिक्षा तत्र शब्दस्य उत्पत्तिस्थानं निरुक्तम् इति एटिमालजि इति एव अस्ति इति चिन्तयामि. निरुक्तम् वेदस्य अङ्गम् एटिमालजि एव भगिनि. एटिमालजि एव अत्र वेदस्य षड् अङ्गानि षड् उपाङ्गानि सन्ति खलु. उपाङ्गेषु अत्र व्याकरणं निरुक्तं शिक्षा ज्योतिषं पदस्य उच्चारणं कथं भवति इति तत्र दत्तमस्ति ग्रन्थे. शिक्षा छन्दसः व्याकरणं निरुक्तं कल्प ज्योतिषम् इति षडङ्गानि शिक्षा छन्दसः व्याकरणं निरुक्तं कल्पं ज्योतिषम्. कल्पम् इत्युक्ते किम्? अत्र वेदे यज्ञं कथं करणीयम् इति तस्य नियमाः यज्ञनियमाः. मन्दिराणि कथं स्थाप्यन्ते इति एतादृशं च तत्र लेखनं. धन्यवादः. अस्तु अस्तु भगिनि भवती एव करोतु. कुरुक्षेत्रे रथिकाश्वारोहं युद्धम् अकरोत्. रथिकाश्च अश्वारोहाश्च अनयोः समाहार. अत्र रथिका अश्वरोहं नपुंसकलिङ्गे एकवचने अस्ति अतः समाहार द्वन्द्व भवति. रथिकाश्च अश्वाः च रथिका अश्वारोहा अनयोः समाहारद्वन्द्व इति भवति. अपि रथिका अश्वारो नित्यं नियमः आगच्छति तत्र सेनाः सेनयाः अङ्गं भवति रथिका अश्वाः इति. उदरहृदयं प्राणिनः प्रमुख अङ्गम्. उदरं हृदयं च उदरं हृदयं नपुंसकलिङ्गे एकवचनम् अस्ति तत् उदरं हृदयं तस्य समाहारद्वन्द्व भवति. उदरं हृदयं च अनयोः समाहार उदरहृदयम् इति प्राणी अङ्गं प्राणिनः अङ्गम् अस्ति अतः नियमन् नित्यं भवति उदरहृदयम् अनयोः समाहार उदरहृदयम्. सत्यं सत्यं. तर्हि तत्र रथिकाः अश्वारोहाश्च तत्र सेनानाम् अङ्गानि, सेनानाम् अङ्गानि अपि च उदरहृदयं प्राणिनाम् अङ्गानि, अतः तत्र उभयत्र नित्यरूपेण समाहारद्वन्द्वः एव भवति, न तु इतरेतर द्वन्द्वः. अस्तु, अग्रे वाक्यद्वयं पठित्वा समापयतु भगिनि. क्षम्यतां भगिनि. रथिक अश्वारोहः रोहम् अत्र अपि समासः अस्ति वा? रथिके रथिके आरोहः अश्वे आरोहः. रथिकाश्च अश्वारोहः, अत्र रथिकाः रथिकाः इत्युक्ते रथे ये तिष्ठन्ति ते रथिकाः. अश्वारोहः इत्युक्ते अश्वे यः आरुह्य तिष्ठन्ति, आरुह्य तिष्ठति सः अश्वारोहः. तर्हि अत्र रथिकाः इति भिन्नं पदम्, अश्वारोहः इति भिन्नं पदं, खलु? अश्वारोहः अपि समस्तपदम् पदमस्ति. अश्वे आरोह सर्वं सेना इति, केचन रथिक रथिकासु सन्ति, केचन अश्वेषु सन्ति, सर्वं मिलित्वा सप्तमी सत्पुरुष भवति. अश्वारोह आरोहः इति अस्ति खलु, आरोहः आ उपसर्गपूर्वकः, रुह् इति धातुः, घञ् इति प्रत्ययः, आरोहः आरोहः अश्वे आरोहः इति सप्तमी तत्पुरुषः इति वदति खलु, सप्तमी तत्पुरुषः अश्वे अश्वे अश्वे आरोहः इति एव समीचीनं दृश्यते. अस्तु, वाक्यद्वयं पठित्वा समापयतु. अस्तु, इमानि द्वन्द्वसमासस्य उदाहरणानि. द्वन्द्वसमासे उभयपदार्थप्रधानं भवति, तत्र द्वयोः पदयोः बहूनां पदानां वा युगपत् समासः भवति. द्वन्द्वसमासस्य उदाहरणानि इदानीं वयं दृष्टवन्तः, चरितरद्वन्द्वसमासः वा समाहारद्वन्द्वसमासः, तत्र द्वयोः पदयोः पदं द्वयम् अस्ति वा बहवः सन्ति, बहूनां पदानां वा तस्य युगपत् तस्य समासः भवति, क्रियापदस्य अन्वयं भवति तेषां पदानां इति भवति. सो उभयपदप्रधानं यदि वयं तत्पुरुषसमासं तस्मिन् वयं दृष्टवन्तः, उत्तरपदप्रधानता अस्ति द्वन्द्वसमासे, द्वयोः पदः समासः वा बहुना ये यानि पदानि सन्ति तेषां सर्वेषाम् अन्वयक्रियापद सन्ति सन्ति, अतः बहून पदानां प्रधानं बहुव्रीसमासे अन्यपदस्य प्रधान्यं भवति. इदानीम् अव्यव्रीसमासः वयं पठामः, तस्य पूर्वपदस्य समीचीनं. अव्ययी भावसमासस्य विषये पाठयति वा? वयं प्रथमे समासस्य यदि आरम्भं कृतवती, अहं हास्यार्थं उक्तवती भगिनि, हास्यार्थम् उक्तवती. सम्यक्तया उक्तं, सम्यक्तया उक्तं. तत्र भेदः, समासानां भेदः सर्वदा मनसि भवेत्. समीचीनं भगिनि, तदा एव वयं ज्ञातुं शक्नुमः समासः कीदृशः इति ज्ञातुं शक्नुमः. समीचीनं भगिनि, अहं केवलं हास्यार्थं तथा उक्तवती. अस्तु अस्तु, इदानीम् अत्र यथा भगिनी उक्तवती, अव्ययीभावसमासः इति विषयः. तर्हि अत्र अव्ययीभावः इति अस्ति, अव्ययम् इति अस्ति तत्र. अव्ययीभावसमासे अव्ययम् इति पदमस्ति. तर्हि अत्र प्रथमतया अव्ययं नाम किम् इति अवगच्छामः. तर्हि अव्ययं नाम किं, कोऽपि वदतु? अरुणा भगिनी वदतु. लिङ्गविभक्तिरहितशब्दाः सम्यक्तया न श्रूयते भगिनि, पुनः वदतु. विभक्ति विहाय शब्दाः अव्ययाय इति. विभक्ति किं, विभक्ति विहाय न विभक्ति अस्ति पद अन्त, पदस्य अन्ते विभक्तिः नास्ति. विभक्तिः नास्ति इति अस्तु, अस्तु, विभक्तिः नास्ति तेन किं भवति? अव्ययी भाव इति. न न, अव्ययं नाम किं? न व्ययति इति अव्ययः, न व्ययति इति अव्ययः. तस्य अर्थः कः? न रूपं भिन्नं न भवति, एकमेव रूपमस्ति. परिमाणं नास्ति, रूपपरिमाणं नास्ति. रूपस्य परिवर्तनं न भवति. अस्तु, अस्तु, अन्य कोऽपि वदतु. यत्र लिङ्गवचन विभक्तिभेदः न दृश्यते तत् भवति लिङ्गभेदः. लिङ्गभेदः इत्युक्ते सत्यमेव भगिनि, रूपस्य परिवर्तनं न भवति इत्युक्ते सर्वेषु लिङ्गेषु, सर्वासु विभक्तिषु, सर्वेषु वचनेषु यस्य रूपं समानं भवति तदेव अव्ययम् इति वदामः. तर्हि अव्ययम् अव्ययं पदमस्ति वा? अव्ययं यत्र, यदि यत्र उप इति वदामि, अव्ययमस्ति उप इति अव्ययमस्ति, अव्ययं पदमस्ति वा? सत्यम्, अव्ययमपि पदमस्ति. यतोहि अव्ययेषु अपि सुबुत्पत्तिः भवति, सुबुत्पत्तिः भूत्वा तदनन्तरं तस्य लोपः भवति. तत्र रामयोगः सु इति अस्ति, तर्हि रामः इति पदं निष्पन्नं भवति. एवमेव उपयोगः सु, तत्र सु इत्यस्य लुक् भवति, अतः अधुना उप इति अपि पदम् अस्ति. उप इति पदम् अव्ययम् अव्ययानि अपि पदानि एव इति अत्र मुख्यविषयः अस्ति. तर्हि अत्र अव्ययीभावसमासः इत्यनेन एव वयं ज्ञातुं शक्नुमः, अव्ययीभावसमासे प्रायेण पूर्वपदम् अव्ययं भवति, उत्तरपदं सुबन्तं पदं भवति. इत्युक्ते पूर्वपदम् अव्ययं सामान्यतया अव्ययं भवति, उत्तरपदं यः कोऽपि यत्किमपि पदं भवितुमर्हति, सुबन्तं पदम्. तर्हि अत्र अव्ययीभावसमासः, तस्मिन्नपि समासः अस्ति अव्ययीभावसमासः इति अपि समस्तपदमेव. तत्र कीदृशसमासः? षष्टि, तत् अव्ययीभावस्य समासः. अव्ययीभावस्य समासः अस्तु, अत्र अव्ययीभावः इत्यस्य समासः अव्ययीभाव तत्र भवति गतिसमासः, अव्यय नास्ति इदानीं. सम्यक् सम्यक्. तर्हि तत्र विग्रहवाक्यं कथं भवति? अव्ययम् अव्ययी करोति इति भवति अव्ययी. अत्र अत्र करोति इति नास्ति, अत्र अत्र सामान्यतया तत्र कृधातोः प्रयोगः भवितुमर्हति, नो चेत् भूधातोः प्रयोगः भवितुमर्हति. यथा अत्र शुक्लीकृत्य, अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य इति गतिसमासः. अत्र कथं भवति? भवती उक्तवती एव अव्ययम् अव्ययी अव्ययी कृत्वा अव्ययी अनव्ययम् अव्ययं भवति. अस्तु, अनव्ययम् अव्ययं भवति. अनव्ययम् अव्ययं भवति चेत् अव्ययीभावः इति वदामः, अव्ययीभावसमासः. तर्हि अत्र अव्ययीभावसमासः नित्यसमासः, यथा अत्र अस्माभिः पूर्वम् उपपदसमासः नित्यसमासः इति दृष्टवन्तः, अत्रापि अव्ययीभावसमासः नित्यसमासः. नित्यसमासः इत्युक्ते अत्र अत्र अस्वपदविग्रहः इति वदामः. नाम किम् इति चेत् अत्र अत्र एकम् उदाहरणं स्वीकुर्मः. उपकृष्णम् इति अस्ति समस्तपदम्, उपकृष्णं. तर्हि तस्य विग्रहवाक्यं कथं भवति इति चेत्, कृष्णस्य समीपं, कृष्णस्य समीपम् उपकृष्णम्. तर्हि अत्र कृष्णस्य समीपम् इति विग्रहवाक्यमस्ति. विग्रहे कृष्ण इति पदमस्ति, समीपमिति पदमस्ति, परन्तु समासे तु कृष्ण इति पदमस्ति परन्तु समीपमिति पदं नास्ति, उप इति पदमस्ति तस्य स्थाने. समीपार्थे उप इति अव्ययस्य प्रयोगः दृश्यते. तर्हि अत्र यतोहि समासे समासविग्रहवाक्ये यानि पदानि सन्ति तेषां सर्वेषां प्रयोगः नास्ति समासे, अतः अत्र अस्वपदविग्रहः इति वदामः. अस्वपदः इत्युक्ते समासे यानि पदानि सन्ति तानि तद्भिन्नानि पदानि विग्रहवाक्ये सन्ति, अतः अस्वपदविग्रहः इति वदामः. अतः एव अत्र अव्ययीभावसमासः नित्यसमासः. सामान्यतया समासः विकल्पेन भवति खलु, यदा अत्र सीतायाः पतिः इति व्यस्तप्रयोगः अस्ति, सीतायाः पतिः. यदि समासं कर्तुम् इच्छामि चेत् तर्हि सीतापतिः इति षष्टितत्पुरुषसमासः भवति, तर्हि षष्टितत्पुरुषसमासः विकल्पेन भवति, तत्पुरुषसमासः विकल्पेन भवति. मम विवक्षा अस्ति, मम विवक्षा अस्ति चेत् अहं समासं करोमि, नो चेत् अहं व्यस्तप्रयोगमपि कर्तुं शक्नोमि. परन्तु अत्र अव्ययीभावसमासे समासः नित्यः, अतः व्यस्तप्रयोगः न कर्तुं शक्नोमि. यतोहि अत्र उपकृष्णम् इति वक्तुम् इच्छामि चेत् तत्र कृष्णस्य समीपम् इति न वक्तुं शक्नोमि. अस्तु, नित्यरूपेण समासः भवति इति एकः नियमः. अपि च अत्र अव्ययम् इति अत्र वदामः, अव्ययानां बहवः अर्थाः सन्ति. सामान्यतया अव्ययानां बहवः अर्थाः सन्ति. अत्र समासस्य प्रसङ्गे, अव्ययीभावसमासस्य प्रसङ्गे अव्ययानां षोडश अर्थाः सन्ति, सूत्रे षोडश अर्थाः सन्ति. अस्माकं पुस्तके तु केवलम् अत्र पञ्चन अत्र अस्माकं पुस्तके सप्त अर्थाः सन्ति न, षडर्थाः सन्ति. षडर्थाः एव सन्ति अस्माकं पुस्तके. तर्हि अत्र यदा वयं सूत्रं पठामः तदा सर्वेषाम् अर्थानां ज्ञानं भवति, परन्तु अधुना अत्र केवलम् अत्र षड् नो चेत् सप्त अर्थान् एव पश्यामः. तर्हि अत्र अर्थाः के इति चेत् अत्र विभक्ति अर्थः, विभक्तिः अत्र अत्र विभक्ति हरौ इति पदमस्ति, हरौ इति. तर्हि हरौ इति कीदृशपदमस्ति हरौ? विभक्तिः हा, सप्तमीविभक्तिः अस्ति. तर्हि सप्तमीविभक्तेः अर्थं ज्ञातुं कीदृश अव्ययं किं तस्मिन् सन्दर्भे इति चेत् अधीति इति अव्ययमेव सप्तम्यन्त अर्थे अस्ति. अधि इति अव्ययं सप्तम्यन्त अर्थे अस्ति. अतः हरौ इति इत्युक्ते हरौ तस्मिन् इति तस्य तत्र हरौ इति विग्रहस्य अत्र अधि इति अव्ययस्य प्रयोगः भवति. अतः अधि हरि इति रूपं. तर्हि तदेव विभक्त्यर्थः. विभक्त्यर्थे सामान्यतया अत्र अधि इति उपसर्गस्य प्रयोगः अस्ति. अनन्तरम् एकक्षणम् अस्तु. तदनन्तरम् अत्र समीपार्थे अत्र समीपार्थे उप इति अव्ययस्य प्रयोगः भवति. समीपार्थे यथा अत्र कृष्णस्य समीपं, तर्हि उपकृष्णम् इति अस्ति. नो चेत् अत्र शम्भोः समीपम् उपशम्भु इति अस्ति, समीपार्थे भवति. अपि च अत्र अर्थाभावार्थे यत्र अर्थस्य अभावः अस्ति, यथा अत्र मक्षिकाणाम् अभावः, तर्हि अभावार्थे अव्ययं भवति निर् इति अव्ययम्. विभक्त्यर्थे अधि, सामीप्यार्थे अव्ययमस्ति उप, अभावार्थे अव्ययमस्ति निर्. तदनन्तरं योग्यार्थे अव्ययमस्ति अनु. तर्हि अनु इति अव्ययं सामान्यतया तत्र पश्चात् इत्यस्मिन् अर्थे अपि अस्ति, यथा अत्र अनुमानम् इत्युक्ते पश्चात् जायमानं ज्ञानम् अनुमानम्. एवमेव अत्र अनुमानम् इत्यस्य पश्चात् इत्यस्य अर्थः अस्ति, यथा अत्र रामस्य पश्चात् इति वदामः. रामस्य पश्चात् भरतः जातः इति वदामि चेत् तत्र पश्चात् इत्यस्य स्थाने अनु इत्यस्य प्रयोगः भवितुमर्हति, अतः अनुरामम् इति वक्तुं शक्नोमि. अथवा अत्र योग्यार्थे पश्चात् अर्थे नो चेत् योग्यार्थे रूपस्य योग्यम् अनुरूपम् इति अपि वक्तुं शक्नोमि. अपि च अत्र अन्यः अर्थः अस्ति पदार्थनिवृत्त्यर्थम् इत्युक्ते पदार्थनिवृत्त्यर्थं अत्र यथा इति अव्ययस्य प्रयोगः अस्ति यथा, तर्हि अत्र निवृत्त्यर्थम् इत्युक्ते तत्र अनतिक्रम्य इति अर्थः अस्ति. अनतिक्रम्य इत्युक्ते नाट् एक्सीडिङ्ग् इत्यस्मिन् अर्थे, शक्तिम् अनतिक्रम्य, नाट् एक्सीडिङ्ग् वन्स् एबिलिटीस् इति यथाशक्ति. तर्हि यथाशक्ति इति पदार्थनिवृत्त्यर्थे इति अस्ति. अपि च अत्र वीप्स् वीप्सार्थे इत्यपि अन्यः अर्थः अस्ति. वीप्सार्थे नाम पदार्थनिवृत्य इति नास्ति खलु, पदार्थान् पदार्थान् अतिवृत्य. हा क्षम्यतां क्षम्यतां, पदार्थः पदार्थान् अतिवृत्त्यर्थे. सत्यं सत्यं, धन्यवादः. पदार्थान् अतिवृत्त्यर्थे, तर्हि तदेव मम भ्रमः आसीत् तत्र किमर्थम् अनतिवृत्य इति. अस्तु, पदार्थान् अतिवृत्त्यर्थे सत्यं, तस्मिन् अर्थे तत्र अनतिक्रम्य इति पदस्य प्रयोगः इत्युक्ते तत्र नाट् एक्सीडिङ्ग् इत्यस्मिन् अर्थे. तदनन्तरं वीप्सार्थे इत्युक्ते यत्र रेपिटिशन् अस्ति, पुनः पुनः वक्तुमिच्छामः. यथा अत्र एतादृशप्रयोगः बहुत्र पश्यामः, यथा अत्र प्रत्येकम् इति वदामः, सर्वत्र सर्वदा वयं वदामः प्रत्येकम् इत्युक्ते एकम् एकं प्रति, एकम् एकं प्रति प्रत्येकम्, अथवा अर्थम् अर्थं प्रति प्रत्यर्थं, प्रतियोगः अर्थं प्रत्यर्थं, नो चेत् अत्र वृक्षं वृक्षं प्रति प्रतिवृक्षं, गृहं गृहं प्रति प्रतिगृहम् इति तादृशवीप्सार्थे रेपिटिशन् यत्र अस्ति पदस्य, अत्र प्रति इति उपसर्ग इति अव्ययस्य प्रयोगः, प्रति इति अव्ययस्य प्रयोगः, अपि च अर्थम् अपि च अन्य अन्यत् सुबन्तपदं यत्किमपि भवतु, तर्हि रेपिटेशन् रेपिटेशन् इत्यस्य अर्थः अस्ति. अपि च अत्र सादृश्यार्थे अपि कुत्रचित् भवति, सादृश्यार्थे यथा अत्र हरेः सदृशं, हरेः सदृशं सहरिः, सहरि इति अस्ति इति एतादृश अर्थाः सन्ति. तर्हि अत्र नियमः कः, अत्र अव्ययीभावसमासस्य बहवः अर्थाः सन्ति, अत्र अभ्यासं किञ्चित् कुर्मः, परन्तु अत्र नियमः कः इति चेत् यत्र अनव्ययम् अव्ययं भवति इत्यस्य अर्थः कः इति चेत् अव्ययीभावसमासे द्वयोः पदयोः मेलनेन अव्ययं भवति, समस्तपदम् अव्ययं भवति. समस्तपदम् अव्ययं भवति चेत् तत्र सर्वेषु सर्वेषु लिङ्गेषु सर्वेषु वचनेषु सर्वासु विभक्तिषु रूपं समानं भवति इत्येव अत्र मुख्यनियमः अस्ति. अतः एव वयं पश्यामः हरौ इति अधिहरि इति, तत्र अधिहरिः इति नास्ति, अधिहरि इति एव अस्ति, तत्र विभक्तिः नास्ति, यतोहि विभक्तेः लुक् लुक् अभवत्. अतः अधिहरि इति पदं पुल्लिङ्गे भवतु, नपुंसकलिङ्गे भवतु, स्त्रीलिङ्गे भवतु, सर्वत्र अधिहरि इति एव तदेव प्रयोगः भवति. अपि च अन्यः नियमः कः इति चेत् यत्र आकारान्तशब्दः अस्ति, उत्तरपदम् आकारान्तः अस्ति, नो चेत् अकारान्तः अस्ति, ह्रस्वकारान्तः अस्ति, तर्हि अत्र ह्रस्वः भवति. यथा अत्र उपशाला इति वदामि चेत् समीपे अर्थे शालायाः समीपम् इति वक्तुमिच्छामि, शालायाः समीपं, तर्हि अत्र समीपे अर्थे अस्ति. तर्हि समीपम् इत्यस्य स्थाने उप इति शब्दस्य इति अव्ययस्य प्रयोगः, तर्हि उपशाला इति अस्ति. तर्हि उपशाला, शाला इति पदम् आकारान्तपदमस्ति, शाला इति आकारान्तपदमस्ति, यत्र आकारान्तपदमस्ति तत्र ह्रस्वः भवति. यदि अकारः अथवा आकारः उभयत्र ह्रस्वः भवति, केवलम् अकारः एव अस्ति चेत् ह्रस्वः एव अस्ति, अतः परिवर्तनं नास्ति, परन्तु दीर्घ आकारान्तः अस्ति चेत् ह्रस्वः भवति. तर्हि उपशाला इत्यस्मात् उपशाला इति भवति. तदनन्तरं यत्र अदन्तं भवति, ह्रस्व अकारान्तं भवति, उपशाला प्रथमतया ह्रस्वं कुर्मः, तदनन्तरं तत्र अम् इति योजयामः, अम् इति योजयामः, तर्हि उपशालम् इति रूपं निष्पन्नं भवति. अस्तु, एवमेव उपकृष्णं, कृष्णस्य समीपम् उपकृष्ण, कृष्ण इति अकारान्तपदम् एव अस्ति, ह्रस्वः एव अस्ति, तर्हि तत्र अम् इति योजयामः उपकृष्णम् इति. तर्हि अत्र सर्वत्र उपकृष्णम् इति एव भवति. अपि च अन्यः नियमः कः इति चेत् यत्र उपकृष्णम् इति वदामि तत्र यद्यपि सर्वेषु सर्वासु विभक्तिषु उपकृष्णम् इत्येव भवति इति उक्तं परन्तु अत्र नियमः कः इति चेत् केवलम् अत्र तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ विकल्पेन भवति तर्हि तृतीयाविभक्तौ उपकृष्णम् इति वक्तुं शक्नोमि नो चेत् उपकृष्णेन इत्यपि वक्तुं शक्नोमि विकल्पेन अपि च सप्तमीविभक्तौ अपि उपकृष्णम् इति वक्तुं शक्नोमि नो चेत् उपकृष्णे इत्यपि वक्तुं शक्नोमि वैकल्पिकः अपि च पञ्चमीविभक्तौ तृतीयविभक्तौ सप्तमीविभक्तौ विकल्पेन अस्ति यत् सामान्यरूपं भवति उपकृष्णेन अथवा उपकृष्णे नो चेत् उपकृष्णम् इति रूपद्वयं वर्तते पञ्चमीविभक्तौ च पञ्चमीविभक्तौ तत्र तु सामान्यरूपमेव भवति तत्र विभक्तेः तत्र अम् इति किमपि नास्ति सामान्यतया अत्र उपकृष्ण इति अस्ति चेत् पञ्चमीविभक्तौ कथं भवति रूपम् अत्र मेहुल् महोदय वदतु कृष्ण इति पदस्य पञ्चमीविभक्तिः कृष्णात् अत्रापि उपकृष्णात् इति एव भवति अत्र उपकृष्णम् इति नास्ति एवमेव यदा अत्र प्रत्येकम् इति वदामः एक इति पदम् अकारान्तः अस्ति अतः तत्र अम् इति योजयामः ह्रस्वः एव अस्ति अतः ह्रस्वस्य पुनः ह्रस्वत्वं नापेक्षितं ह्रस्वः एव अस्ति तद् तत्र अम् इति योजयामः तर्हि अत्र प्रत्येकम् इति अस्ति प्रत्येकं एकक्षणं भगिनि प्रत्येकम् इति अस्ति तर्हि तत्र सर्वत्र प्रत्येकम् इति एव रूपं केवलं तृतीयविभक्तौ अपि च सप्तमविभक्तौ विकल्पेन रूपं भवति अतः प्रत्येकम् अथवा प्रत्येकेन नो चेत् प्रत्येकम् अथवा प्रत्येके इति सप्तमविभक्तौ पञ्चमीविभक्तौ चे तत्र तु प्रत्येकात् इति एव रूपम् अवगतम् भगिनी वदतु मम सन्देहम् उपकृष्णपदे अत्र द्वितीय विभक्तौ अस्ति नास्ति नास्ति द्वितीयविभक्तौ नास्ति द्वितीयविभक्तौ न भवितुमर्हति अव्ययीभावसमासः सर्वदा नपुंसकलिङ्गे एव भवति एकवचने एव भवति प्रत्येकः दोषः वा तर्हि न प्रत्येकं दोषः प्रत्येकं दोषः प्रत्येकम् इति अव्ययमस्ति इदानीं तर्हि तत्र प्रत्येकः इति न भवति प्रत्येकं दोषः षष्टिविभक्तौ वक्तुमिच्छामः चेत् तदेव स्वीकृत्य प्रत्येकं हा अत्र सम्पूर्णतया वदतु प्रत्येकं दोषः इति प्रथमविभक्तौ षष्टिविभक्तौ षष्टिविभक्तौ प्रत्येकं भवति न सम्पूर्णतया वदतु प्रत्येकं दोषः इति उक्तं खलु तत्र सम्पूर्णतया षष्टिविभक्तिपदद्वयं वर्तते तेषां विभक्तिः कथं भवति इति तयोः विभक्तिः कथं भवति इति वदतु प्रत्येकस्य भाव एकस्य साधु द्वितीयपदस्य अपि विभक्तिः वक्तव्यः खलु विभक्तिः वक्तव्या दोषस्य सम्पूर्णतया वदतु दोष अहं अवगतवती पुनः पृच्छतु भगिनि अत्र प्रत्येकं दोषः इति अत्र एकं वाक्यमस्ति प्रत्येकं दोषः तस्य षष्टिविभक्त्यन्तरूपं कथं भवति प्रत्येकं दोषस्य सत्यं प्रत्येकम् इति पदस्य परिवर्तनं न भवति षष्टिविभक्तौ एकवचने एव अस्ति तत्र प्रत्येकम् इति एव अस्ति तत्र तस्य परिवर्तनं किमपि नास्ति अत्र अव्ययमस्ति प्रत्येकं दोषस्य इति सप्तविभक्तौ वक्तुमिच्छामः चेत् अत्र विकल्पेन भवति प्रत्येकं दोषे वा प्रत्येकं दोष न विकल्पेन सम्यक् पुनः प्रत्येकं प्रति एकं दोषे वा प्रति एके दोषे? सत्यं, प्रति एके दोषे. तर्हि अत्र अत्र यदि तृतीया पञ्चमी तृतीया सप्तमी विकल्पं न स्मरामः चेदपि यदि विकल्पं त्यजामः तत्रापि समानरूपमेव भवति, प्रति एकं प्रति एकम् इति एव. केवलं पञ्चमीविभक्तौ सामान्यरूपम् इति अस्ति. अस्तु, तत् तदेव अत्र विशिष्टः नियमः. आकारान्तः आकारान्तः प्रति एकात् भवति, प्रति एकात् पञ्चमीविधि प्रति एकं दोष दोषात् प्रति एकात् दोषात् इति भवति तत्र. सत्यम्. अस्तु, प्रत्येकः इति प्रयोगः नास्ति वा इति? न, प्रत्येकः इति न, प्रत्येकः इति समासं कर्तुम् इच्छति चेत् तत्र अव्ययीभावसमासः एव करणीयः. हा, एकं प्रत्येकम् इत्येव पदं, तत्र प्रत्येकः इति नास्ति. प्रत्येकं व्यक्तिः इति, प्रत्येकं व्यक्तिः, सत्यं, प्रत्येकं व्यक्तिः. सर्वे नियमः केवलम् उत्तरपदे आकारान्त अपि च अकारान्तपदमस्ति चेदेव. सत्यं सत्यं सत्यं. कस्यचित् गृहे ध्वनिः अस्ति, कृपया. हा, सत्यं, यत्र उत्तरपदम् अकारान्तः अथवा दीर्घ अकारान्तः अस्ति चेत् तत्र अम् इति योजयामः. अम् इति योजयित्वा अत्र तृतीया सप्तमी विकल्पेन रूपं भवति, पञ्चमी सामान्यरूपम्, अन्यत्र सर्वत्र प्रति एकम् इत्येव रूपम्, एकमेव रूपम्. यदि अत्र हरौ इति वदामः चेत् तत्र अधिहरि इति, तत्र अधिहरि इति एकमेव रूपं, सर्वत्र एकमेव रूपम्. अपि च तत् अन्यः नियमः कः? अधिहरि इति एकमेव रूपम् इत्युक्ते तस्य परिवर्तनं कुत्रापि न भवति. अधिहरि इति एव अव्ययमस्ति, अतः सर्वत्र अधिहरि इति एव स्वीकृत्य वाक्यं वक्तव्यम्. अन्यः नियमः कः इति चेत् तत्र इकारान्तः अस्ति चेदपि ह्रस्वत्वं भवति. यः कोऽपि अजन्तशब्दः अस्ति अन्ते तस्य ह्रस्वत्वं प्रथमतया भवति सर्वत्र. अतः अधि यदि अत्र इकारान्तशब्दः नदी इति वदामः चेत् तत्र नदी इत्यस्य ह्रस्वत्वं भूत्वा नदी इति भवति. तर्हि यः कोऽपि अजन्त अच्वर्णः अस्ति उत्तरपदे अन्ते तस्य ह्रस्वत्वं भवति. अपि च यत्र यस्य अन्ते ह्रस्व अकारः अस्ति तत्र अम् इति योजयामः. अपि च यद् यः नियमः अहं पूर्वम् उक्तवती तद् तस्य प्रयोगः. सर्वं कुत्र कुत्रचित् लिखितमस्ति वा? एतत् सर्वम् अत्र सूत्राणि पठामः महोदय, अग्रे तत्र स्पष्टं भविष्यति. अधुना अत्र केवलम् अभ्यासार्थं वदामि, यतोहि अत्र अत्र बेसिक् ज्ञानम् इति वक्तुं शक्नोमि. यतोहि अत्र अधिहरि इति अस्ति चेत् तत्र कथं तत्र विसर्गः नास्ति इति प्रश्नः भवति खलु. तदर्थम् अत्र वदामि, अत्र अधिहरि इति अव्ययम् अस्ति. अस्तु, अत्र पुनः एकवारम् अत्र अस्मात् पुस्तकात् पठामः. कालान्तशब्दस्य उदाहरणं ददातु. हा, उपनदी इति अस्ति, अत्र नद्याः समीपं, नद्याः समीपं, तत्र सामीप्यार्थे उप इति पदमस्ति. उपयोगः नदी इति अस्ति, नदी इति दीर्घ इकारान्तपदम्, अतः तस्य ह्रस्वत्वं भवति, ह्रस्वत्वं भूत्वा उपनदी. अस्तु, उपनदी इति अव्ययं, तत्र सर्वासु विभक्तिषु उपनदी इति एव रूपम्. यत् नियमं भवती उक्तवती तृतीया सप्तमी विभक्तौ विकल्पेन भवति, पञ्चमी तथै तिष्ठति, तत् नियम केषां पदानां प्रति भवति? ह्रस्व अकारान्तपदमस्ति चेत् ह्रस्व अकारान्तपदं, केवलं ह्रस्व अकारान्तपदम्, उत्तरपदं ह्रस्व अकारान्तः अस्ति चेत् तत्र एव एतादृशनियमः, अन्यत्र नास्ति. किमर्थम् अत्र अत्र नियमस्य आवश्यकता किमर्थम् इति चेत् वाक्यप्रयोगस्तरे अत्र विभक्तेः परिवर्तनं कुर्मः चेत् दोषः भवति खलु, तदर्थं वदामि. तत्र प्रत्येकं दोषस्य इति वक्तव्यं, न तु प्रत्येकस्य दोषस्य इति असाधुप्रयोगः. इति कथं ज्ञायते इति चेत् तत्र नियमः कः इति अवगन्तव्यः खलु, तदर्थम् उक्तवती. अतः अत्र प्रत्येकस्मिन् दोषे इति वक्तुं शक्नोमि, तत्र दोषः नास्ति. अथवा प्रत्येकं दोषे इत्यपि वक्तुं शक्नोमि, दोषः नास्ति. परन्तु षष्टिविभक्तौ प्रत्येकस्य दोषस्य इति असाधु प्रयोगः. अस्तु, अत्र पुस्तकात् पठामः. महोदय वदतु. उत्तरपदे आकारान्तपदम् अस्ति चेदपि एते सर्वे, हा सत्यं, ह्रस्वकारः भवति उत्तरपदे. यः कोऽपि अत्र पुनः नियमः वदामि, उत्तरपदे अजन्तशब्दः अस्ति चेत् प्रथमं ह्रस्वः भवति. अस्तु, प्रथमं ह्रस्वः भवति इति प्रथमनियमः. तदनन्तरम् उत्तरपदे इदानीं ह्रस्व अकारान्तः अस्ति चेत्, ह्रस्वत्वं सर्वं कृत्वा ह्रस्व अकारान्तः अस्ति चेत् तत्र अम् इति योजयामः उत्तरपदे. यथा अत्र उपकृष्ण इति अस्ति, तत्र अम् इति योजयामः. उपकृष्णम् इति इदानीं समस्तपदमस्ति, नपुंसकलिङ्गे अस्ति. उपकृष्णम् इति अस्ति, उपकृष्णम् इति सर्वासु विभक्तिषु उपकृष्णम् इति एव रूपं. परन्तु पञ्चमीविभक्तौ उपकृष्णम् इति रूपं नास्ति, तत्र अम् इति न भवति. पञ्चमीविभक्तौ अम् इति न भवति, तत्र उपकृष्णात् इति एव भवति. अन्यत्र सर्वत्र उपकृष्णम् इति अस्ति. तृतीयाविभक्तौ सप्तमीविभक्तौ विकल्पेन सामान्यरूपमपि भवति, यदि तत् न स्मरति चेदपि चिन्ता नास्ति. उपवासः अपि दोषः उपवासम् एव न, तत्र भिन्नः भिन्नः अस्ति, भिन्न भिन्न तत्र समासः. अत्र तत्र उपवासः, वासः इति पदं घञ् प्रत्ययान्तशब्दः अस्ति, घञ् प्रत्ययान्तशब्दः अस्ति. तत्र भिन्न भिन्नमस्ति, अत्र अव्ययं नास्ति. उपवासः इति तत्र विभक्तिः अस्ति, तत्र अव्ययीभावसमासः नास्ति. इत्युक्ते यत्र यत्र पूर्वपदम् अव्ययमस्ति तत्र सर्वत्र अव्ययीभावसमासः इति नास्ति खलु. अस्माभिः पूर्वमपि पठितं, कुत्रचित् अव्ययं पूर्वपदे प्रादिसमासे गतिसमासेषु अपि अव्ययं पूर्वपदे भवति. अतः यत्र यत्र अव्ययमस्ति तत्र सर्वत्र अव्ययीभावसमासः इति नास्ति. अव्ययीभावसमासः अस्ति वा न वा इति कथं ज्ञायते इति चेत्, नपुंसकलिङ्गे एकवचने अस्ति चेत् वयं ज्ञातुं शक्नुमः अव्ययम् इति. अस्तु, अत्र पुस्तकात् पठामः. अस्तु, अत्र जगन्नाथ् महोदय पठति वा? अस्ति किं जगन्नाथ महोदय? अस्मि. पुस्तकात् कुतः? अव्ययीभावसमासः 145 पेज्. तद् आरम्भात् वा? आरम्भात्. अस्तु अस्तु. एतानि उदाहरणानि परिशीलयत. उपकृष्णं गोपाः विलसन्ति. छात्रः यथाशक्ति अध्ययनं करोति. वस्तूनां मूल्यं प्रतिदिनं वर्धते. अभाग्यताः अधिमञ्चं विराजन्ते. वरः अनुरूपां कन्यां परिणयति. एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानां समस्तपदानां विग्रहवाक्यम् इदम् अस्ति. प्रथमवाक्यं स्वीकृत्य वदतु अत्र विग्रहवाक्यं कथमस्ति इति. कृष्णस्य समीपं गोपाः ये विलसन्ति, उपकृष्णं गोपाः विलसन्ति इत्युक्ते उपकृष्णस्य समीपे गोपाः विलसन्ति इति अर्थः. हा, कृष्णस्य समीपे अर्थे अस्ति अत्र उप इति अव्ययं. तर्हि तत्र किं भवति, अत्र अत्र प्रातिपदिकम् अत्र अव्ययं भवति. उपकृष्णमिति यथाशक्ति यथा न अत्र उपकृष्णमिति एव चिन्तयामः उपकृष्णमिति चिन्तयामः उपकृष्णं तत्र पदद्वयं स्वीकरोतु अत्र उप इति पदमस्ति कृष्ण इति पदमस्ति तत्र नियमः कः इति वदतु नियमः इति अकारान्त उप तु तथैव तिष्ठति उपसर्गः अस्ति कृष्ण कृष्णः इति अकारान्त पुल्लिङ्गपदं तस्य अन्ते अम् इति पदं योजयामः उपकृष्णम् इति भवति अस्तु उपकृष्णं गोपाः इति अस्ति समीपं समीचीनम् अस्ति उपकृष्णं गोपाः इति अव्ययम् अस्तु अग्रे यथा छात्रः यथाशक्ति अध्ययनं करोति यथाशक्ति शक्तिम् अनतिक्रम्य यथाशक्ति भगिनि एकं प्रश्नमस्ति उप एव अव्ययः वा उपकृष्ण गोपाः ते सर्वे अव्ययाः समस्तपदं किं मया न दृश्यं भगिनि पुस्तकं मया पार्श्वे नास्ति उपकृष्णमिति समस्तपदम् अस्ति कृष्णस्य समीपम् उपकृष्णम् इति तर्हि उपकृष्णम् इति अव्ययमस्ति अधुना उपकृष्णमिति अव्ययमस्ति गोपाः इति गोपाः अस्तु भगिनि महोदय शक्तिम् अतिक्रम्य यथाशक्ति इति विग्रहवाक्यं भवति साधारणवाक्ये वदामश्चेत् शक्त्यनुसारं किमपि करोति अध्ययनं करोति चेत् छात्रः यथाशक्ति इति अव्ययीभावसमस्तपदं भवति शक्तिम् अतिक्रम्य अनतिक्रम्य ओ अस्तु अस्तु शक्त्याः सीमायाः बहिः न गच्छति इति तस्मिन् अर्थे यथा इति अव्ययस्य प्रयोगः अतः यथाशक्ति इति अत्र नपुंसकलिङ्गे अस्ति एकवचने अस्ति अतः यथाशक्ति शक्तिः इति स्त्रीलिङ्गपदमस्ति वस्तुतः परन्तु अत्र नपुंसकलिङ्गे अस्ति शक्ति विभक्तिः किमपि नास्ति अस्तु महोदय धन्यवादः अग्रे पुष्पभगिनी पुस्तकं नास्ति इति उक्तवती अस्तु सावित्री भगिनी वदतु किम् न पुनः पृच्छतु न श्रूयते अन्नतिक्रम्य साधु अन्नति नैतपुरुषः भवति रैट् अन् अति इति भवति अन्नति कथम् अन्नति न भवति अन्नति केवलं दत्तमस्ति किं किम् अनति इति अन्योगः अन्योगः इति अन्नति अहं चिन्तितवती अन्नः इति अस्ति क्षम्यताम् अस्तु भगिनि छात्रः यत् क्षम्यता यथाशक्तिसम वस्तूनां मूल्यं प्रतिदिनं वर्धते प्रतिदिनम् इत्युक्तौ दिने दिने प्रतिदिनम् इति वयं प्रति इति प्रयोगानन्तरं दिनमिति यद्यपि नपुंसकलिङ्गशब्दः अस्ति समासकरणे प्रतिदिनम् इति प्रयोगः नित्यम् इति अर्थः वस्तूनां मूल्यं प्रतिदिनं वर्धते इति प्रत्येकं दिनम् इति अर्थे प्रयोगः अस्ति दिने दिने प्रतिदिनं तत् दिन इति पकारान्तपदमस्ति खलु उत्तरपदम् हा तत्र अत्र अम् इति योजयामः. अम् इति सत्यम्. अम् इति योजनीयम्. अतः प्रतिदिनम् इति प्रयोगः. अग्रे अभ्यागताः अधिमञ्चं विराजते. अधिमञ्चम् अधि इति सप्तमी प्रयोगे इति वयं पठितवन्तः. स मञ्चे विराजन्ते इति अर्थः. अधिमञ्चं मञ्चे इति सत्यं. मञ्चे इति तत्र अभ्यागताः मञ्चे विराजन्ते. तत्र सप्तमे अर्धे अधि इति प्रयोग अधि हरौ इति वयं पूर्वं पठितवन्तः. अत्रैव विभक्ति अर्धे इति. अतः अत्र मञ्चे इति विभक्तिप्रयोगः करणीयः इति. अधि इति अत्र उपसर्गः अव्ययीभाव आगतः इति अव्ययीभावसमासः. अधि मञ्च. अग्रे वरः अनुरूपां कन्यां परिणयति. अनु इति प्रयोगः अनुसरति अनुसृत्य इति अर्धे पश्चात् पश्चात् इति अर्धे अत्र पश्चात् इत्यस्य अर्थे नास्ति अत्र खलु. अत्र पश्चात् इत्यस्य अर्थे भवति नो चेत् योग्यार्थे भवति. अत्र परः अनुरूपां कन्यां परिणयति. अत्र वस्तुतः अनुरूपाम् इति अत्र अनुरूपाम् इति प्रयोगः अव्ययीभावसमासः नास्ति. अनुरूपम् इति एव भवेत्. अनुरूपाम् इति अव्ययीभावसमासः नास्ति. यतोहि रूपस्य योग्यम् अनुरूपम् इति एव भवेत् न तु अनुरूपाम्. अनुरूपाम् इति तत्र रूपमनुगता अनुरूपा अनुरूपाम् इति द्वितीयविभक्ति अत्र पदमस्ति. अत्र विशेषणरूपेण प्रयुक्तम् अत्र. अतः अत्र प्रादिसमासः अस्ति न तु अव्ययीभावसमासः. यदि अव्ययीभावसमासं प्रयुक्तुम् इच्छामः चेत् तत्र अनुरूपं वरः अनुरूपं कन्यां परिणयति इत्येव भवेत्. अस्तु अस्तु तर्हि अत्र स्थगयामः. समयः अभवत्. सर्वे कृपया गृहपाठरूपेण ध्वनिमुद्रणं शृण्वन्तु. अपि च सर्वे एतावता यद्यद् अधीतं समासस्य विषये तत्र प्रत्येकं समासं स्वीकृत्य वाक्यानि रचयन्तु. सरलवाक्यानि रचयन्तु समासस्य प्रयोगं कृत्वा. इत्युक्ते तत्र तत्पुरुषसमासे वाक्यद्वयं, द्वन्द्वसमासे वाक्यद्वयं, कर्मधारे वाक्यद्वयमिति सर्वे गृहपाठरूपेण वाक्यानि कुर्वन्तु. अस्तु अस्तु धन्यवादः. अस्तु धन्यवादः. नमस्कारः नमस्कारः. Thank you.